पद्मपुराणं खण्डं 4 ब्रह्मखण्डम् अध्यायं 20 शौनक उवाच सुकृतं किं तथा प्राह कृत्वा संसारसागराद् तरिष्यन्ति कलौ सूद तमोऽन्धकूपमण्डुकाः सूद उवाच राधाकृष्णप्रिये चौर्जे प्रातस्नानं समाचरेद राधा दामोदरं भक्त्या कुर्यात् पूजां समाहिता त्यक्त्वा मिषादिकं ब्रह्मन् पदि सेवा परायणा सायादिश्रीहरे स्थानं गोलोक्यं सुदुर्लभम् राधा दामोदराभ्यां या धूपदीपं तु कार्तिके दद्यात् सा भवनं विष्णोर्यादिवैत्यक्तपादकाः योषिद्या कार्तिके विप्र दद्याद्वस्त्रं निकेतने राधा दामोदराभ्यां तु वस्येत् सा श्रीहरेच्चिरम् राधा दामोदराभ्यां सा पुष्पं माल्यं सुवासितं कार्तिके मासि सा दद्याद्यादि वैकुण्ठमन्दिरम् गन्धं या चापि नैवेद्यं दद्याद्वै शर्करादिकं राधा दामोदराभ्यां सा गच्छेद्वै विष्णुमन्दिरं यत्किञ्चिद् यच्छति ब्रह्मन् कार्तिके च द्विजातये राधा दामोदरप्रीत्यै तस्या पुण्याक्षयं भवेद् या नारी कार्तिके भक्र्या राधा दामोदरं द्विज प्रातःसपर्यां सायादि न कुर्यान्निरयं चिरम् कदाचिज्जन्मभूमौ सा विधवा प्रतिजन्मनि भवेच्चासाद्यपूर्वं वै चाप्रिया स्वामिनोऽपि च पुरा त्रेधायुगे विप्र वृषलो नाम शङ्करः सौराष्ट्रदेशवासी च तस्य जाया कलिप्रिया जराकाङ्क्षी सदा नाम्ना तृणवन्मन्यते पदिम् असौ पदिर्न मे योग्यो मे स्वामी परपूरुषः इति मत्वा सदा तस्मै चोच्छिष्टं तु ददाति वै नीच सङ्गान्महामूढा मध्यमांसं चखादः स्वामिनो भर्त्सनां नित्यं कुर्यात् कामं तु निष्ठुरा पादरज्जुर्भवेच्चासौ कस्माद्वै न मृतोऽपि च मृदे तस्मिन्नहं भोगं करिष्यामि यदृच्छया विचार्येदि हृदा मूढा जारेणैकेन सा तदा अन्यदेशं गमिष्यावसङ्केतमकरोद्विज सुप्तस्य स्वामिनो रात्रौ चासिना तद्गलं द्विज चित्त्वा जारकृते सापि सङ्केतस्य स्थलं गदा आगतं जारपुरुषं द्वीपिना भक्षितं द्विज दृष्ट्वा सारोदनं कृत्वा मूर्च्छिता निपपातः चिरादाश्वस्य सा मूढा करुणं विललापः कलिप्रियोवाच स्वकीयं स्वामिनं हत्वा चागदा परपूरुषं तं जारं स्वामिनं दैवात् शार्दूलो भक्षयन् मम किं करोमि क्व गच्छामि विधात्रा वञ्चितास्म्यहं सूद उवाच ततः कलिप्रिया ब्रह्मनागदा स्वगृहं प्रति लपने स्वामिनो दत्त्वा मुखं च विललापसा कलिप्रियोवाच हानाथ किं कृत्यं कर्म मया हन्तादिदारुणं कं लोकं वा गमिष्यामि वद स्वामिन्मनाग्गिरम् भर्त्सनां तु यथा कामं कुर्याच्चाहं सुनिन्दिता किं चिन्न वदसि स्वामिन्नेनो यन्मेन विद्यते सूत उवाच न नामचरणे तस्य गत्यान्यनगरं प्रति तत्र प्रविष्टा सा योषि दृष्ट्वा पुण्यजनान् बहून् ऊर्जे स्नानपरान् प्रादर्नर्मदायां च वैष्णवान् तत्र नद्यां स्त्रियश्चापि राधादामोदरं द्विज सपर्यां च कृतां चैव शङ्खनादैर्महोत्सवैः गन्धपुष्पैर्धूपदीपैर्वस्त्रैर्नानाविधैफलैः मुखवासैर्भक्तियुक्ता दृष्ट्वा सा विनयान्विता पप्रच्छब्रूद यूयं मे किमेतत् क्रियते स्त्रियः स्त्रिय ऊचुः सर्वमासोत्तमे चोर्जे राधादामोदरौ शुभौ पूजां कृत्वा वयं मादः सर्वपापहरां शुभां कोटिजन्मार्जितं पापं नष्टं प्राप्तं निकेतनं सपर्यामामिषं त्यक्त्वा कृत्वा सा च हरेर्दिने निधनत्वं पौर्णमास्यां गदा सा निर्मला द्विज किङ्कराश्चागदास्तूर्णं यमस्य निलयं प्रति नेतुं तां क्रोधसंयुक्ता बबन्धुर्चर्मरज्जुभिः तदा गदा विष्णुदूता विमानं स्वर्णनिर्मितम् शङ्खचक्रगदापद्मधारिणो वनमालिनः निजघ्नुश्चक्रधाराभिर्यमदूदाः पलायिताः राजहंसयुधे विप्र विमाने स्वर्णनिर्मिते आरूढा सा गदातैस्तु वेष्टिता विष्णुमन्दिरं तत्र तस्थौ चिरं भोगं कृत्वा सा वै यथेप्सितं या कुर्यात् कार्तिके विप्र राधा दामोदरार्चनं यादि पूजा त्यक्तपापात् गोलोकाख्यं मनोहरं य इदं शृणुयाद्भक्रिया या च नारी समाहिता कोटिजन्मार्जितं पापं तस्य तस्या विनश्यति इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे सूदशौनकसंवादे राधा दामोदर पूजामाहात्म्यकथनं नाम विंशतितमोऽध्यायः ओ